अस्तु, नमस्कारः. अद्य अस्माकं विषयः अस्ति भावे प्रयोगः. तर्हि भावे प्रयोगः, तस्य चर्चा प्राक् किञ्चित् पश्यामः कर्तरि एवं कर्मणि किम् आसीत्. कर्तरिप्रयोगः, कर्तरिप्रयोगः तत्र किम् अस्ति, सूत्रं किम् अस्ति कर्तरिप्रयोगे महोदय? कर्तरिप्रयोगे प्रथमा विभक्ति कर्मम् अपि प्रथमा विभक्ति न क्षम्यतां क्षम्यतां कर्म कर्मपदं द्वितीया विभक्ति भवति. तदनन्तरं क्रियापदं कर्म कर्तृपदस्य समीचीनम्. एवं सूत्रं किम् अस्ति? एकम् एकं द्वे एकम् इति आसीत् खलु, एकं द्वे एकम्. अस्तु, समीचीनं. कर्मणि किम् आसीत् महोदय? किञ्चित् वदतु. कर्तृपदस्य द्वितीया विभक्ति, कर्मपदस्य प्रथमा विभक्ति, क्रियापदपदं कर्मपदम् अनुसरति. किम् अनुसरति? वचनं पुरुषं. कर्मपदस्य पुरुषः भवति वा? तर्हि किम् अनुसरति? समीचीनं, परन्तु त्रीणि एकम् एकं यत् आसीत् कर्मणि प्रयोगे, तर्हि किम् अनुसरति? वचनानुसरति खलु. पुरुषः अपि कर्तुं शक्यते खलु, कर्तुं शक्यते. तर्हि वचन एवं पुरुष अनुसरति कर्तृपदं कर्मपदस्य. बालकेन सह ताड्यते इति भवति खलु, तत्र उदाहरणमासीत्. वचनमपि अनुसरति, पुरुषः अपि अनुसरति इति कर्मणि प्रयोगे. नामस्ति बहु समीचीनं, कर्तरि. क्रियापदं कर्तृपदम् अनुसरति, नामस्ति कर्तरि. यदा क्रियापदं कर्मपदम् अनुसरति, नामस्ति कर्मणि इति अस्ति. अस्तु, समीचीनम्. इदानीं भावे प्रयोगः, तस्य आवश्यकता किमर्थमस्ति? भावे प्रयोगस्य आवश्यकता अस्ति, जानीमः यत् सकर्मक अस्ति वा धातु, अकर्मक अस्ति वा धातु. कथं जानीमः सकर्मक अथवा अकर्मक? पृच्छामः. तदनन्तरं यदि उत्तरं भवति चेत् किं प्रश्नं, प्रश्नः कीदृशप्रश्नः पृच्छामः? इत्युक्ते कं, कां, किम् इति प्रश्नं पृच्छामः चेत् तस्य उत्तरं भवति चेत् तर्हि सकर्मकः इति वदामः. यथा उदाहरणं, बालकः पुस्तकं पठति. बालकः किं पठति? पुस्तकं पठति. इदानीम् उदाहरणं भवति, बालकः उपविशति. तर्हि किं भवति? प्रश्नं पृच्छामः, बालकः किम् उपविशति? उत्तरम् अस्ति वा? बालकः हसति. उत्तरं नास्ति. तर्हि यदि कर्मपदं नास्ति वाक्ये, तर्हि कर्मणि प्रयोगः तु असम्भवः भवति. तर्हि तत्र भावे प्रयोगः भवति इति अस्ति. यदा यत्र अकर्मकधातु अकर्मकः अस्ति, एवं तत्र कर्मपदं नास्ति, तर्हि तस्य सूत्रं भवति किं? त्रीणि एकं, त्रीणि एकं। तर्हि क्रियापदं कर्तृपदम् अनुसरति, किमपि वचनं वा, किमपि पुरुषं वा, किमपि भवतु, तत् अनुसरति इति अस्ति। भावे प्रयोगे एवं कर्मणि भिन्नता किम्? इदानीमेव चर्चितवन्तः, इदानीमेव चर्चितवन्तः, कर्मणि प्रयोगे कर्मपदम् अस्ति, सकर्मकः धातुः अस्ति चेत् पठ, यथा धातुः अस्ति पुस्तकं पठति, बालकः पुस्तकं पठति, बालकः किं पठति प्रश्नं पृच्छामः चेत् तस्य उत्तरम् अस्ति बालकः पुस्तकं पठति। इदानीं बालकः हसति, प्रश्नं पृच्छामः बालकः किं हसति, उत्तरमस्ति वा? हस् इति धातुः अस्ति अकर्मकधातुः, यदि कर्मपदं नास्ति तर्हि कर्मणि प्रयोगः कथं भविष्यति? तत्र तत्र भिन्नता नास्ति, धातुः अस्ति सकर्मक अथवा अकर्मक, प्रयोगः अस्ति कर्तरि कर्मणि वा भावे। यदि धातुः अस्ति सकर्मक तर्हि भविष्यति कर्तरि अथवा कर्मणि, यदि धातुः अस्ति अकर्मक तर्हि प्रयोगः भवति कर्तरि भावे, खलु? इति अस्ति, इति अस्ति, अस्तु समीचीनम्। एवम् आसीत् वा? अस्तु अस्तु समीचीनम्। हा इदानीं करिष्यामः, प्रश्नः अस्ति चेत् तत्र अग्रे गत्वा पृच्छामः। अस्तु अत्र किमस्ति तत्र पश्यतु, तर्हि द्विचत्वारिंशतधिकशततमपुटे अकर्मकधातूनां कर्तरिप्रयोग उपरि अस्ति, अकर्मकधातूनां पश्यति वा? अस्तु हा, तर्हि महोदय आरम्भं करोतु। अकर्मकधातूनां कर्तरिप्रयोगः भावे प्रयोगश्च सम्भवतः, यथा छात्रः उपविशति, तर्हि वदतु छात्रः उपविशति, उपविशति तत्र सकर्मक वा अथर् अकर्मक वा? अकर्मक अस्ति खलु, कर्मपदं न भवितुमर्हति तत्र। तर्हि अस्तु, तर्हि त्रीणि एकम् इदानीं करोतु। छात्रः आसन्दे उपविशति, हा आसन्दे, तत्र आसन्दे तु कर्मपदं नास्ति, कुत्र उपविशति इति आसन्दे उपविशति, परन्तु कर्मपदं तु नास्ति। अस्तु महोदय, छात्रेण उपविश्यते, छात्रः इति कर्तृपदम्, उपविशति इति क्रियापदम्, अत्र केवलं कर्तृपदम् एवं क्रियापदम् अस्ति, तर्हि कर्तृपदस्य तृतीया विभक्ति छात्रेण उपविशति इति क्रियापदम् अस्ति, तस्य किं भविष्यति? हा हा, भावप्रयोगः यथा भवति उपविश्यते, ते अधिकं यथा महोदयेन उक्तं, समीचीनं महोदय, धातुः अधिकं यकारः अधिकं ते इति उपविश्यते, विश्यति धातुः, उप इति हा सर्गः अस्ति, विश्यति धातुः, हा हा इति अस्ति, समीचीनम्। अग्रे महोदय, एतेन उत्तिष्ठन्ति, एते उत्तिष्ठन्ति, उत्तिष्ठन्ति क्रियापदं बहुवचनम्, एते अपि बहुवचनं, समीचीनम्। एतैः उत्थीयते, न न, एतैः उत्थीयते, एतैः उत्थीयते, तृतीय बहुवचनं, तृतीय बहुवचनं, विद्यते क्रियापदम् आगच्छति कर्मणि प्रयोगे भावे प्रयोगे च क्रियापदस्य रूपं भिन्नं नास्ति भिन्नं नास्ति रूपं रूपं तु तथा एव अत्र केवलं भिन्नता अस्ति तत्र कर्मपदं नास्ति इति भिन्नता अस्ति इदानीं धातुः कः धातुः अस्तु समीचीनम् अग्रे सरिता भगिनी शिशुः शिशुः रोदिति अत्र शिशुना रुद्यते अत्र सर्वदा त्रीणि एकं भवति एकम् अपि कर्मणि प्रयोगे कर्तरि भावे प्रयोगे क्रियापदम् अपि प्रथमाविभक्ति एकवचनान्तम् एव भवति इत्यर्थे शिशुः शिशुना तृतीयाविभक्ति रोदिति रुद्यते इति भवति समीचीनम् अत्युत्तमं भगिनि अत्युत्तमं महोदय रुद् इति धातुः अत्र रूपं दृष्ट्वा वक्तुं शक्यते भगिनी हसति भगिनी कल्पपदं हसति तृतीय भगिन्या हस्यते धातु समीचीनम् अग्रे महोदय नर्तक्यः नृत्यन्ति नर्तक्यः नर्तक्यस्य तृतीयविभक्ति नर्तकीभिः नृत्यते वचनं किम् अस्ति नर्तक्यः बहुवचनं नर्तकी समीचीनं बहुवचनमस्ति अस्तु नृत्यन्ते नृत्यते नृत्यते नृत्यते अस्तु अत्र पश्यतु क्रियापदस्य वचनभेदः न भवति केवलं रूपं भावप्रयोगे केवलं रूपम् इत्युक्ते नर्तकी अस्ति तृतीया एकवचनं किं भवति नर्तकी अस्ति चेत् तृतीया एकवचनं एकवचने वदतु इदानीं बहुवचने अस्ति मत्या इति नर्तक्या नृत्यते नर्तकीभिः नृत्यते इति अस्ति खलु उपरि अपि अस्ति तत्र शिशुः रोदिति शिशुना रुद्यते शिशवः रोदन्ति इति अस्ति चेदपि तत्र किं भवति शिशुभिः रुद्यते रुद्यते इति रूपं यत्र कर्तृपदस्य एकवचनं वा बहुवचनं वा किमपि भवतु परन्तु भावप्रयोगे क्रियापदस्य तु सर्वदा एकवचनमेव इति अस्ति कर्मणि प्रयोगे तथा नास्ति भिन्ना अस्ति अस्तु समीचीनम् अग्रे महोदय एतेषां वाक्यानां परिशीलानन्तरं वयं भावे प्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः भावे प्रयोगे कर्तृपदं कर्तृपदं तृतीयाविभक्त्यन्तं भवति भावे प्रयोगे कर्मपदं न भवति भावे प्रयोगे क्रियापदं सर्वदा प्रथमपुरुष एकवचनान्तमेव भवति यथा तर्हि त्रीणि नियमानि सन्ति अत्र खलु वदतु एकमेकं कृत्वा भावे प्रयोगे कर्तृपदं तृतीयाविभक्तिरूपं भवति कर्मपदं नास्ति तृतीयाविभक्तिरूपं तत्र वचनभेदं भवति तत्र खलु एवं पुरुषभेदः अपि भवति आमां यथा यदा परिवर्तनं करिष्यामः अस्तु कर्मपदं नास्ति क्रियापदं सर्वदा एकवचनान्तरूपं भवति सर्वदा प्रथमपुरुष एकवचनात् यथा उदाहरणानि दत्तमस्ति. प्रथमपुरुषं किं? प्रथमपुरुषः इत्युक्ते तत्र इदानीम् अस्ति अहम् अहम् उपविशामि, मया उपविश्यते. तर्हि सर्वदा प्रथमपुरुष एकवचनान्तरूपं भवति क्रियापदस्य, खलु? अहम् उपविशामि इति अस्ति चेत् मया उपविश्यते. बालकः उपविशति, बालकेन उपविश्यते. बालकाः उपविशन्ति, उपविशन्ति, तर्हि किं भवति? बालकैः उपविश्यते इति अस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे यथा लिखितमस्ति महोदय. यथा पत्यते, धाव्यते, पत्यते, धाव्यते इत्यादीनां रूपाणां प्रयोगः कदापि सम्भवति? न सम्भवति. न सम्भवति. एवमेव मध्यमपुरुषस्य, उत्तमपुरुषस्य च अपि न सम्भवति. प्रथमपुरुष एकवचनं सर्वदा भवति. अस्तु, समीचीनं. तर्हि अग्रे अभ्यासः. सरिता भगिनी, एतानि वाक्यानि भागे प्रयोगे परिवर्तयत. कर्तरिप्रयोगे वाक्यमस्ति, वाक्यमस्ति पुष्पं विकसति. विकसति अकर्मकक्रियापदम् अस्ति. पुष्पेण द्वितीयविभक्ति पुष्पं शब्दस्य. विकस्यते, विकस्यते, विक् अधिक विकस् अधिक य अधिकते, विकस्यते. अग्रे वदतु. हा, शिशवः रुदन्ति. शिशवः अस्ति, बहुवचने अस्ति, शिशुभिः तृतीयाविभक्तान्तौ. रुदन्ति, रुद्यते, भावे प्रयोगे अस्ति इत्यर्थे प्रथमपुरुष एकवचनान्तम एव भवति. रुद्यते, शिशुभिः रुद्यते. बालः तिष्ठति, बालेन बालेन बालेन उत्थीयते. समीचीनम्. अग्रे महोदय. उत्थीयते वा उत्थाय? उत्थीयते, उदाहरणत्वेन अपि दत्तमस्ति खलु उपरि. अग्रे. जनाः उपविशन्ति, जनैः उपविश्यते. समीचीनम्. अग्रे. सः कुप्यति. तेन कुप्यते. समीचीनम्. अस्तु, अग्रे सत्य भगिनी. शुनकाः पशन्ति, शुनकैः भष्यते. समीचीनम्. अग्रे महोदय. त्वं खिद्यते, त्वया खिद्यते. खिद्यते किमर्थम्? प्रथमपुरुष एकवचनान्तरूपम्. अस्तु, अग्रे. उन्मत्ताः हसन्ति, उन्मत्ताभिः हस्यते. समीचीनम्. अग्रे महोदय. न उन्मत्तैः, न भवान् उन्मत्तैः. किम् उक्तवान् महोदय? उन्मत्ताभिः. न, न इति उन्मत्तः इति एकवचनम् अस्ति खलु. सिंहः गर्जति, सिंहेन गर्जते. समीचीनम्. सत्यं भगिनी. अग्रे. दीपाः ज्वलन्ति, दीपैः ज्वल्यते. समीचीनं. नर्ती, नर्तकी नर्त्यति, नर्तकया नृत्यते. महिलाः लज्जन्ते, महिलाभिः लज्जते. पापं क्षयति, पापेन क्षयते. समीचीनं सरिता भगिनी अग्रे गङ्गा वहति गङ्गया ऊयते हा वह तत्र वहति धातुः किमस्ति वह धातु वह उह धातु अस्ति उह अधिक य अधिकते ऊयते उह उह उच्यते वसन्ति अस्ति चेत् उच्यते अस्ति खलु ऊह्यते तत्र सः पूर्वे अपि दत्तमस्ति खलु वः ऊह्यते वहति ऊह्यते समीचीनम् अग्रे महोदय आरक्षकाः वसन्ति आरक्षकैः वसति वस्यते उच्यते वसन्ति चेत् उस् धातु उस् अधिक य अधिकते सत्यं कम्पते सत्येन कम्प्यते कम्प्यते समीचीनम् अग्रे महोदय वयं तिष्ठामः अस्माकं अस्माभिः तिष्ठते स्थायते खलु समीचीनं स्थाधातु स्थायते खलु अस्माभिः स्थायते समीचीनं स्था इति धातु खलु अस्तु समीचीनम् अग्रे सरिता भगिनी शाखाः वर्धन्ते शाखाभिः वर्ध्यते समीचीनम् अग्रे महोदय चित्रं शोभते चित्रेण चित्रे चित्रे चित्रं हा चित्रे चित्रेण ह्रस्व अथवा दीर्घा महोदय किं वदति चित्रेण ह्रस्व अथवा दीर्घा चित्रेण चित्रेण किमर्थं अणत्वं चित्रेण शोभ्यते अस्तु अग्रे पर्यटकाः भ्रमन्ति पर्यटकैः भ्रम्यते समीचीनं पर्यटकः इति अस्ति पदम् अस्तु समीचीनम् अग्रे महोदय अवधेयं सकर्मकाः धातवः अकर्मकाः धातवः सकर्मकाः धातवः कर्तरिप्रयोगे च कर्मणि प्रयोगे स्तः अकर्मकाः धातवः कर्तरिप्रयोगे भावे प्रयोगे च स्तः समीचीनम् इति वयं जानीमः खलु इति महोदयस्य प्रश्नः आसीत् खलु अस्तु अग्रे प्रयोगपरिवर्तनसन्दर्भे अवधातव्याः केचन अंशाः सन्ति यथा प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य क्रियापदस्य च रूपेषु परिवर्तनं भवति परन्तु वाक्ये स्थितानाम् अन्येषां शब्दानां परिवर्तनं न भवति किम् अवगच्छति इति वदतु भावे प्रयोगे कर्तृपदस्य तृतीयविभक्ति तृतीयविभक्त्यन्तरूपं भवति परन्तु कर्मपदं नास्ति इति मम प्रश्नः अस्ति किम् अवगच्छति अत्र भवान् प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य क्रियापदस्य च रूपेषु परिवर्तनं भवति अन्येषां शब्दानां परिवर्तनं न भवति अत्र किं दत्तमस्ति इत्युक्ते यथा कर्तरि प्रयोगः वा कर्मणि प्रयोगः वा भावे प्रयोगः वा तस्य प्रयोगः यथा भवति तत्र वाक्यं भवति खलु इदानीं तु केवलं वयं कर्तृपदं कर्मपदं क्रियापदम् अथवा कर्तृपदं क्रियापदं केवलं पठिष्यामः परन्तु यथा यदा कथा पठामः साहित्यं पठामः चेत् तत्र अन्यपदानि अपि सन्ति खलु बालकः कर्मपदमपि कर्मपदमपि अस्ति अन्ये अपि सन्ति बालकः इतः दृष्ट्वा ततः दृष्ट्वा द्विचक्रिकया विद्यालयं गच्छति इति वाक्यम् अस्ति इदानीं कर्तरिप्रयोगे अस्ति तस्य कर्मणि प्रयोगः करिष्यामः चेत् अन्ये ये वाक्याः सन्ति तस्य परिवर्तनं न भवति कस्य परिवर्तनं भवति यदि कर्मणि प्रयोग कर्तरिप्रयोगः अस्ति तर्हि कर्ता कर्म क्रियापदस्य भवति एकं द्वे एकं सूत्ररूपेण कर्मणि अस्ति चेत् त्रीणि एकमेकं भवति भावे अस्ति चेत् केवलं त्रीणि एकं भवति परन्तु अन्यपदानि अपि सन्ति ये क्रियापदं नास्ति कर्तृपदं नास्ति कर्मपदं नास्ति तस्य परिवर्तनं न भवति इति दत्तमस्ति खलु अस्तु यथा सुरेशः प्रतिदिनं सायङ्काले गृहे पाठं पठति सुरेशः कर्तृपदं प्रथम एकवचनं पाठं कर्मपदं पठति क्रियापदम् एतस्य कर्मणि प्रयोगे यथा सुरेशेन सायङ्काले गृहे पाठः पठ्यते सुरेशेन तृतीय एकवचनं अत्र प्रतिदिनमपि भवितुमर्हति खलु न दत्तमस्ति परन्तु भवितुमर्हति सायङ्काले चतु सप्तमी एकवचनम् गृहे अपि भिन्नं नास्ति परन्तु पाठः प्रथम एकवचनं भवति कर्मणि प्रयोगे पठ्यते क्रियापदम् इति अस्ति अवगतं वा आमाम् अस्तु तर्हि अत्र अत्र प्रतिदिनं सायङ्काले गृहे इत्येतेषां रूपाणां परिवर्तनं न जातम् तानि रूपाणि कर्तरिप्रयोगे कर्मणि प्रयोगे च समानानि एव एवमेव भावे प्रयोगे अपि समानानि इत्युक्ते तथा धारेण भवति ये अन्यपदाः सन्ति ते कर्तरि वा कर्मणि वा भावे वा तस्य परिवर्तनं न भवति किमर्थम् इत्युक्ते ते कर्तृपदं नास्ति कर्मपदं नास्ति एवं क्रियापदमपि नास्ति खलु अस्तु समीचीनम् अग्रिमं करोतु महोदय उदाहरणम् उपरितनान् अंशान् मनसि निधाय अथ लिखितायाः कथायाः कर्मणि प्रयोगपरिवर्तनं कुरुत एकः भिक्षुकः भवति एकः भिक्षुकः अस्ति एकेन भिक्षुकेन एकः अस्ति परन्तु एकः भिक्षु तर्हि अत्र एकः भिक्षुकः अस्ति खलु अस्य प्रयोगः कः इदानीं विशेषणविशेषभावः भिक्षुकः प्रथम एकवचनं इत्युक्ते अस्माकं इति वक्तव्यमस्ति खलु तर्हि एकः नास्ति चेत् वाक्यं भवति वा तर्हि एकः किम् एकः भिक्षुकस्य विशेषणं इति वक्तव्यमस्ति खलु एकः भिक्षुकः अस्ति अस्तु समीचीनम् इदानीं कर्तरिप्रयोगे अस्ति खलु कर्मपदमस्ति वा नास्ति तर्हि भावप्रयोगे करिष्यामः तत्र वदतु किं भवति एकः भिक्षुकेन भिक्षुकेन धातुः किम् तर्हि भूधातुः अस्ति न भूयते धातुः इति भू अस्ति परन्तु भवती अस्ति अपि तथा भूयते एकः भिक्षुकेण भूयते हा सरिता भगिनी किं वदति वाक्यम् एकेन भिक्षुकेन भूयते अत्र एकः एकः भिक्षुकः विशेषणविशेषभावः अस्ति चेत् तत्रापि परिवर्तनं भवति भिक्षुकः यदि तृतीयविभक्तौ अस्ति चेत् एकः अपि तृतीयविभक्तन्तौ भवति एकेन विभक्तिविशेषस्य तद्विभक्तिविशेषणस्य अपि खलु एकेन भिक्षुकेन भूयते इति अस्ति अस्तु समीचीनम् अग्रे सरिता भगिनी तर्हि सः भिक्षाटनं कृत्वा जीवति जीवति अस्ति अकर्मकधातुः अस्ति यदि अहं पृच्छामि त्वं कां किं तस्य उत्तरं नास्ति सः कर्तृपदमस्ति भिक्षाटनं कृत्वा अन्यशब्दाः सन्ति जीवति क्रियापदमस्ति भावे प्रयोगे तेन जीव्यते परन्तु भिक्षाटनं कृत्वा तत्तु तिष्ठति तस्य कोऽपि परिवर्तनं न भवति इत्यर्थे तेन भिक्षाटनं कृत्वा जीव्यते इति अस्ति जीवनधारणं प्रतिदिनं किं किं कुर्वन्ति इति जीवति अस्तु समीचीनमस्ति भगिनि समीचीनम् अस्तु महोदय अग्रे प्रतिदिनं प्रभाते एव सः प्रतिष्ठते सोपानेन वदतु कर्मपदमस्ति वा प्रतिदिनं प्रभाते एव तेन इति किम् अस्ति प्रतिदिनं प्रभाते एव इति किम् अस्ति गौणपदानि सन्ति खलु मुख्यपदानि न सन्ति परिवर्तनं न भवति विशेषणं नास्ति एवं विशेषपरिवर्तनं नास्ति प्रतिदिनं प्रभाते एव तेन अस्थातु अस्ति तत्र स्थायते अस्थायते भवति भवान् स्थायते तेन स्थायते परन्तु अत्र प्र उपसर्गः अस्ति खलु महोदय तिष्ठति अस्ति चेत् तत्र स्थाधातुः अस्ति परन्तु अत्र प्र उपसर्गः अस्ति तर्हि स्थायते पुनः वाक्यं पुनः वदतु प्रतिदिनं प्रभाते एव तेन स्थापयते पकारः कुत्र प्रस्थायते प्रस्थायते प्रतिदिनं प्रभाते एव सः प्रस्थायते इति अस्ति इति अस्ति अस्तु महोदय अग्रे सः भिक्षाटनं कुर्वन् सर्वत्र भ्रमति सः भ्रमति भावप्रयोगः अकर्मकर्तरिप्रयोगः अस्ति अकर्मकर्तरिप्रयोगः सः कर्तरिप्रयोगः अस्ति परन्तु कर्मपदं नास्ति अकर्मकः तेन भिक्षाटनं कुर्वन् सर्वत्र भ्रम्यते इति अस्ति अस्तु समीचीनम् अग्रे कदाचित् सः जीर्णानि कागदानि सङ्गृह्य तेषां विषयेण अपि धनं सम्पादयति कदाचित् सः जीर्णानि कागदानि सङ्गृह्य तेषां विक्रयेण अपि धनं सम्पादयति वाक्यं प्रथमे वदतु, गौणपदानि त्यक्त्वा वाक्यं वदतु. सः कागदानि सङ्गृह्य धनं सम्पादयति. न न महोदय, कर्तरिप्रयोगे किं भवति? कर्तरिप्रयोगस्य रूपद्वयं भविष्यति खलु. प्रथमरूपमस्ति यत्र कर्मपदम् अस्ति खलु, अनन्तरं यत्र कर्मपदं नास्ति कर्तरिप्रयोगे. उदाहरणं, बालकः पुस्तकं पठति. प्रथम उदाहरणं यत्र कर्मपदमस्ति, बालकः हसति, तदपि कर्तरिप्रयोगः अस्ति परन्तु कर्मपदं नास्ति खलु. अत्र तर्हि वाक्यं वदतु यत्र कर्तृपदं कर्मपदम् अस्ति चेत् वदतु, अनन्तरं क्रियापदम् इति वाक्यं प्रथमे वदतु. तदनन्तरं ये पदानि तत्र नागच्छन्ति ते गौणपदानि सन्ति, न तु मुख्यपदानि. कर्तृपदं सः, कर्मपदं धनं, सम्पादयति क्रियापदम् इति अस्ति वा? तर्हि क्रियापदं सः, तर्हि प्रश्नं पृच्छति तत्र, सकर्मक अथवा अकर्मक कथं जानीमः? सः किं सम्पादयति? सः धनं सम्पादयति इति अस्ति, इति वक्तव्यम् अस्ति खलु. अस्तु, तर्हि वदतु. कदाचित् तेन जीर्णानि कागदानि सङ्गृह्य तेषां विक्रयेण अपि धनं सम्पाद्यते. समीचीनम्. भवान् सम्पाद्य समीचीनं. धनम् इति लिङ्गं किं? न न न, सम्पादयते अथवा सम्पाद्यते. सम्पाद्यते, सम्पादयति अस्ति न, दशमगणे अस्ति. तत्र यकारस्य द्वितीयं नास्ति खलु, सुसम्पादयते. न न न, सम्पाद्यते. सम्पाद्यते, सम्पाद्यते. धनम् इति नपुंसकलिङ्गपदं खलु. परन्तु एवमेव धनं द्वितीयविभक्ति. बालकः पुस्तकं पठति. बालकेन, बालकः विद्यालयं गच्छति. बालकेन विद्यालयः गम्यते. बालकः पुस्तकं पठति, परन्तु पुस्तकं नपुंसकलिङ्गपदमस्ति. प्रथमा एवं द्वितीया तत्र परिवर्तनं नास्ति. नपुंसकलिङ्गपदम् इति वक्तव्यमस्ति खलु. नपुंसकलिङ्गपदं नासीत् चेत् तत्र धनः अथवा अन्य कोऽपि अस्ति चेत्, विद्यालयः अन्य किमपि अस्ति चेत् तत् अभवत्. नपुंसकलिङ्गे अस्ति चेत् प्रथमद्वितीया समानमेव इत्यर्थे समानमेव अस्ति. इति समानमेव अस्ति. अन्य किमपि स्यात् अत्र चेत् तत्र प्रथमाविभक्ति इति आवश्यकं खलु. अस्तु, समीचीनम्. अग्रे सरिता भगिनी. एकदा सायङ्काले सः गृहम् आगच्छति. अत्र महत्त्वपूर्णं वाक्यमस्ति, सः गृहम् आगच्छति. आगच्छति सकर्मकक्रियापदस्ति, गृहम् आगच्छति. अत्र कर्मपदमस्ति गृहं. सः तृतीयाविभक्तान्तौ तेन, गृहं नपुंसकलिङ्गे अस्ति चेत् गृहं भवति प्रथमविभक्ति. अपि आगच्छति अस्ति चेत् आ अधिक गम् अधिक य अधिक ते आगम्यते. आगम्यते किमर्थं? गृहम् अस्ति, गृहं प्रथमपुरुष एकवचनान्तम् अस्ति. सो आगम्यते अपि क्रियापदं कर्मपदम् अनुसरति. तत्र अत्र कर्मणि प्रयोगः भवति. समीचीनम्. एकदा सायङ्काले तेन गृहम् आगम्यते इति भवति. अस्तु, अत्युत्तमम्. अग्रे महोदय. तस्मिन् दिने सङ्गग्रहितानि कागदानि पृथक् करोति. पृथक्करणं नास्ति सः. समीचीनं. तर्हि वाक्यं वदतु प्रथमे, तर्हि कर्तरिप्रयोगे किम् अस्ति? केवलमस्ति न? अस्तु समीचीनं. तस्मिन् दिने सङ्गृहीतानि कागदानि तेन तेन इति न आवश्यकं. पृथक् क्रियते. क्रियते क्रियते क्रियते. अस्तु महोदय अग्रे. तत्र एकां कागदपोटलिकां सः पश्यति. सः किं पश्यति? सः कागदपोटलिकां पश्यति. कर्तरी सकर्मकः. तत्र तेन एका कागदपोटलिका दृश्यते. तर्हि रूपभेदं भवति खलु. त्रीणि एकमेकं समीचीनतया उक्तं. पुनः वदतु महोदय. तत्र तेन एका कागदपोटलिका दृश्यते. समीचीनम् अस्ति. समीचीनमस्ति. दृश्यते. अस्तु महोदय अग्रे. तत्र 100 रूप्यकाणि सन्ति. सकर्मः क्रियते. तत्र किम् अस्ति? तत्र 100 रूप्यकाणि सन्ति. अस्तु अस्तु अत्र वदतु कर्तरिप्रयोगः महोदय. कर्तृपदं, क्रियापदं, कर्मपदं सर्वं वदतु. एकनिमिषं महोदय. वदतु न कोऽपि न भवानपि चिन्तयतु. न जानामि वाक्ये. कर्तृपदं नास्ति. नास्ति वा? वाक्यं भवितुम् अर्हति वा? पुस्तकानि सन्ति. सरिता भगिनी किं वदति? कर्तृपदं किम् अस्ति? कर्तृपदं किम् अस्ति नवमवाक्ये? कर्तृपदं 100 रूप्यकाणि कर्तृपदं सन्ति. सन्ति क्रियापदम्. अत्र भावप्रयोगः भवति. इति उक्तं. अस्तु समीचीनं महोदय. वदतु महोदय इदानीं. तत्र रूप्यकाणि अस्ति. तर्हि वदतु प्रथम बहुवचनम् अस्ति. एकवचनं किं? रूप्यकं. समीचीनम्. अस्तु वदतु इदानीं. तत्र 100 रूप्यकैः भूयते. समीचीनम्. अत्र प्रश्नः अस्ति, 100 रूप्यकाणि अस्ति चेत् विशेषणविशेष्य बहवः अस्ति अथवा नास्ति? प्रायशः नास्ति. 100 इति अस्ति खलु महोदय. भगिनी तत्र सङ्ख्याविशेषः अस्ति. प्रायशः 100 पदस्य कोऽपि आमां परिवर्तनं न भवति. अस्तु अग्रे भवती करोति. भिक्षुकः चिन्तयति अत्र भिक्षुकेन चिन्त्यते. भिक्षुकः चिन्तयति परन्तु अत्र चिन्तयति सकर्मकक्रियापदम् अस्ति. किं चिन्तयति अथवा कं चिन्तयति भवितुम् अर्हति, परन्तु अत्र दत्तं नास्ति. कर्तरि प्रयोगः भवति, कर्मणि प्रयोगः भवति, परन्तु भिक्षुकेन चिन्त्यते. अत्र त्रीणि एकं भवति, परन्तु त्रीणि एकम् दत्तं नास्ति. समीचीनम् अस्तु. अग्रे महोदय. अनन्तरं सः आरक्षककार्यालयं गच्छति. कर्तरिप्रयोगे सः चतुर्थम् आरक्षककार्यालयं कल्पदं गच्छति क्रियापदम्. अनन्तरं तेन कार्यालयं गतुं शक्यते. कार्यालयः गम्यते. पुनः तेन आरक्षककार्यालयः गम्यते. अनन्तरम् अस्तु. अग्रे महोदय. सः आरक्षकाय धनं ददाति, विषयं निवेदयति च. सः धनं ददाति इति कर्तरि प्रयोगः. निवेदयति अपि कर्तरि प्रयोगः. तेन आरक्षकाय धनं नपुंसकलिङ्गमस्ति. धनं दीयते. समीचीनं. दा इति धातुः, दीयते इति पदं. दीयते विषयं नपुंसकलिङ्गं, विषयं निवेद्यते. समीचीनं. पुनः वदतु वाक्यम् एकवारं. सः तेन आरक्षकाय धनं दीयते, विषयः निवेद्यते इति अस्ति. अदीयते कुत्रापि. दाधातुः दीयते, पाधातुः पीयते, तथा अस्ति. आरक्षकः नितरां मोदते. आरक्षकः शत्रुपदम्. तां मोदते, नितरां मोदते इति नास्ति. कदापि नास्ति तथा. महोदय अपि उक्तवान् तथा नास्ति. नितराम् इति समयः अस्ति खलु, समयसम्बन्धे अस्ति. सदा सदा आरक्षकः कर्तृपदं कर्मपदं नास्ति. मोदते क्रियापदम्. आरक्षकेन नितरां मुद्यते. किं मोद्यते? मो नास्ति, मुद्यते. मुद् अधिकय अधिकते मूद् इति अस्ति खलु. न तु मो, मो नास्ति. मूद् इति धातुः. मूद् मोद्यते, न तु मोद्यते. आरक्षकः आरक्षकेन नितरां मुद्यते इति अस्ति. समीचीनम्. अग्रे भगिनि. सः भिक्षुकं श्लाघ्यते, श्लाघते. अत्र कर्मणि प्रयोग कर्तरिप्रयोगः अस्ति. सकर्मककर्तरिप्रयोगः. सः तेन भिक्षुकं भिक्षुकः श्लाघते, श्लाघ्यते. तेन भिक्षुकः श्लाघ्यते इति अस्ति. श्लाघ्यते, श्लाघ् इति धातुः. श्लाघ्यते अस्तु. अग्रे. धनं तस्य स्वामिने अर्पयामि इति च सः कथयति. कर्तरि वाक्यं वदतु प्रथमे. सः कथयति धनं कर्तयामि अर्पयामि इति च कर्तरिप्रयोगं वदतु. सः धनं कथयति. इति इदानीं प्रश्नः अस्ति, कथयति इति क्रियापदं सकर्मक वा अकर्मक वा? प्रश्न सम्भव कः कथयति, किं कथयति, कः इति प्रश्नं न भवति महोदय. मनसि चिन्तयतु, मां केवलम् इदानीम् उत्तरं ददातु. तत्र व्याख्या आवश्यकं चेत् निश्चयेन वदामः. अस्तु, किं किं वदतु? सकर्मकः महोदय. सकर्मकर्मपदं सम्भवः. एवं वा? अस्तु महोदय, किं वदति? सम्भवः, परन्तु अत्र कर्मपदं किमस्ति अहं न जानामि. अस्तु, सरिता सरिता भगिनी, सकर्मक वा अकर्मक वा कथयति? कथयति सकर्मकक्रियापदं भवति. कथा कथयति, सः कथा कथां कथयति. कथयति, यदि अहं पृच्छामि कथयति कथां कथयति अथवा किं कथयति, वचनं कथयति इत्यादि, तदाधारेण अत्र कर्मणि प्रयोगः भवति, भावे प्रयोगः नास्ति. धनं तस्य स्वामिने अर्पयामि इति कर्म अस्ति अत्र. अत्र पूर्ण वाक्यखण्ड इति कर्मपदम् अस्ति अत्र. इत्युक्ते प्रश्नः भवति चेत् तत्र कर्मपदं कुत्र गतः? इदानीं कर्मपदं तु नास्ति. किमर्थम् इत्युक्ते तत्र पदमस्ति इति खलु. इति पदं सूचयति तत्र कर्मपदम्. इति इदानीं त्यजामः चेत् कथाम् अथवा काव्यं किमपि स्थापयति तत्र भवति. इति इत्युक्ते कर्मपदसमूहः इति वक्तुं शक्यते खलु. कर्मपदसमूहः इत्युक्ते बहवः कर्मपदं तत्र भवितुमर्हति. किं कथयति इदानीं वयं न जानीमः. गीतमस्ति वा, पद्यमस्ति वा, साहित्यमस्ति वा, कथामस्ति वा, किं न जानीमः. किमर्थम् इत्युक्ते इदानीम् इति पदं तत्र दत्तमस्ति. इति भवति चेत् सम्पूर्णः उद्गारः अस्ति चेत् धनं तस्य स्वामिने अर्पयामि इति सः वदति. इत्युक्ते इति पदम् इदानीं कर्मपदं तत्र सूचयति. परिवर्तनं न आवश्यकं. यथा भगिन्या उक्तं समीचीनम्, इति पदमस्ति, तत् सूचयति कर्मपदं. साक्षात् कर्मपदं नास्ति, कर्मपदं सूचयति इत्युक्ते. परन्तु इति अव्ययम् अस्ति खलु. हा हा, इति समूहः सूचयति, समूहः सूचयति. किं साक्षात् समूहः इति सूचयति. अव्ययमस्ति, समीचीनं, परन्तु कं कथयति, कम् अथवा कां कथयति यदि प्रश्नस्य उत्तरं पितरं कथयति अत्र न गतवती. समूहः तत् सर्वं भवितुमर्हति. कर्मपदानि यत् भवान् इदानीं उक्तवान् ते भवितुम् अर्हति, परन्तु अत्र न दत्तमस्ति. किमर्थम् इति पदं तत्र अस्ति तर्हि? परन्तु समीचीनं, यथा सर्वे उक्तवन्तः, कथयति इति सकर्मकः अस्ति. अस्तु, वाक्यं तेन कथ्यते, धनं तस्य स्वामिने अर्पयामि इति च तेन कथ्यते. हा, तेन कथ्यते इति अस्ति. समीचीनम्, अस्तु महोदय. प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य पदस्य वा विशेषणानि सन्ति चेत् तेषां रूपणा रूपणामपि विभक्ति परिवर्तनं भवति यथा कुशलः लेखकः उत्तमां कथां लिखति एतस्य वाक्यस्य कर्मणि प्रयोगः एवं भवति कुशलेन लेखनेन लेखकेन उत्तमा कथा लिख्यते अस्तु तत्र कुशलः लेखकः अस्ति विशेषणं किं विशेषं किं विशेषण कुशलः समीचीनं विशेषलेखकः कीदृशलेखकः इत्युक्ते कुशलः लेखकः कुशलः नास्ति चेत् अपि समीचीनं लेखकः परन्तु कीदृशकुशलः गुणं किं कुशलपदस्य लेखकपदस्य गुणं किं कुशलः इति अस्तु समीचीनम् अन्तिमवाक्यं पठतु अत्र अत्र विशेषणानापि विशेषणानामपि परिवर्तनं विशेष्यानुगुणं भवति विशेष्य अनुगुणं पदद्वयमस्ति विशेष्यानुगुणं भवति अस्तु समीचीनम् अग्रिमं करोतु तर्हि अभ्यासः एतेषां वाक्यानां प्रयोगपरिवर्तनं कुरुत कुशलः गायकः उत्तमं गीतं गायति कुशलेन गायकेन उत्तमं गीतं गायते इति अस्ति इति अस्ति खलु तत्र दत्तमस्ति तत्र धातुः इति गा नास्ति गानमिति अस्ति अस्तु समीचीनम् अत्युत्तमम् अग्रे महोदय चपलः वानरः मधुराणि फलानि खादति चपलः वानरस्य मधुराणि फलस्य विशेषः चपलेन वानरेण मधुराणि फलानि खादति समीचीनमस्ति प्रथमं द्वितीयं रूपं समानमेव नपुंसकलिङ्गे तर्हि परिवर्तनं न आवश्यकम् अस्तु अग्रे भगिनि एकनिमिष अत्र खाद्यते किमर्थं मधुराणि फलानि बहुवचने अस्ति न परन्तु सकर्मकक्रियापदम् अस्ति समीचीनं समीचीनं प्रश्नः समीचीनः अस्ति तर्हि कर्मणि तस्य कर्मणि पुत्रीणि एकमेकं चपलेन वानरेण मधुराणि फलानि रीत्या समीचीनं समीचीनं प्रश्नः समीचीनः भगिनि अवधेयं तत् अस्तु वदतु महोदय प्रश्नः तत्र सूत्रं किम् अस्ति चपल वानरः सूत्रं वदतु प्रथमे कर्तरिप्रयोगे कर्मपदम् अस्ति चेत् कर्तरिप्रयोगे एकं द्वे एकम् एकम् अस्तु इदानीं कर्मणि कर्मणि सूत्रं त्रीणि एकम् अन्तिम एकमस्ति किमस्ति अन्तिमं यत् एकमस्ति त्रीणि एकमेकम् कर्मपदस्य पुरुषं वचनं अनुसरति क्रियापदम् अत्र कर्मपदस्य वचनं किमस्ति अवगतं वा तत् भगिनी उक्तवती समीचीनम् अस्ति वदतु इदानीं वाक्यं चपलेन वानरेण मधुराणि फलानि खाद्यन्ते इति अस्ति अस्तु समीचीनम् अग्रे भगिनि वीराः सैनिकाः दुष्टान् शत्रून् मारयन्ति वीरैः दुष्टाः शत्रवः म्रियन्ते म्री धातु अस्ति म्री अधिक य अधिक बहुवचने अस्ति चेत् न हलन्तते म्रियन्ते समीचीनम् अस्ति म्रियन्ते म्रियन्ते समीचीनम् अग्रे महोदय बुद्धिमति उमा अस्मिन् या सखी सकरोति सकरोति तर्हि वदतु इदानीं महोदय तत्र कर्ता कर्म वदतु उमा कर्तु आत्मीय सखी कल्पतं सत् करोति अस्तु बुद्धिमति विशेषणं उत्मीयाः आत्मीयाः आत्मीयाः विशेषणं सखी विशेष सखी वचनं किं सखी द्वितीय बहुवचनम् इति आवश्यकं दीर्घमस्ति खलु अस्तु वदतु तत् करोति तत्र आत्मीयाः सखीः वदतु किं भवति सखीः महोदय नदी नद्यौ नद्यः किं सखी अस्ति नदीवत् नदी नद्यादिः नद्या वदतु महोदय प्रथमद्वितीया वदतु नदीपदस्य नदी नद्यौ नद्यः नदीं नद्यौ नदीः इति दत्तमस्ति किं भवति अवगच्छति वा न अवगच्छति नदी वदतु महोदय प्रथमं नदीपदं वदतु इति प्रथमं द्वितीया किं नदीं नद्यौ नदीः यत्र दत्तमस्ति सखिः सखी वदतु इदानीं सखी वदतु सख्यः नदी नद्यौ नद्यः वदतु इदानीं प्रथमं नदीं नदी नद्यौ नदीः तर्हि सखी वदतु सखी सखी सख्यौ सख्यः सखीं सख्यौ सखिः दीर्घ बहुवचने अस्तु वदतु इदानीं बुद्धिमत्या उमया सख्याः किमर्थं किमर्थं नदी प्रथमबहुवचनं किमस्ति नद्यः तर्हि इदानीं त्यजतु करोति अस्ति चेत् किं भवति क्रियते परन्तु अत्र वचनं किम् अस्ति तर्हि क्रियन्ते सत् इदानीं स्थापयतु पूर्णवाक्यम् इदानीं वदतु पुनः सख्यः सत् क्रियन्ते करोति क्रियते, बहुवचने क्रियन्ते, सत् क्रियन्ते। अस्तु समीचीनं। बुद्धिमत्या उमया आत्मीयाः सख्यः सत् क्रियन्ते। अस्तु महोदय अग्रे। उदात्ताः पुरुषाः शुद्रान् विषयान् न चिन्तयन्ति। कर्तरिप्रयोगः अस्ति, वदतु किम् अस्ति सर्वम्। उदात्ताः पुरुषाः कर्तृपदम्, शूद्रान् विषयान् कर्मपदम्, चिन्तयन्ति न चिन्तयन्ति क्रियापदम्, चिन्तयन्ति इति क्रियापदं न इति। कर्मणि प्रयोगे उदात्तैः पुरुषैः शूद्राः विषयाः चिन्त्यन्ते। समीचीनमस्ति, अत्युत्तमम्। अस्तु अग्रे। प्रसिद्धाः अभियन्तारः भव्यानि भवनानि निर्मन्ति। प्रसिद्धाः अभियन्तारः कर्तृपदम् प्रथम वदतु इदानीं पितृशब्दं प्रथमे वदतु, प्रथमाद्वितीय भवनम् इति पदमस्ति खलु, नपुंसकलिङ्ग पदमस्ति, भव्यानि भव्यं पदस्य भवति। हा समीचीनमस्ति। वदतु इदानीं प्रसिद्धैः अभ्यन्तो न तृतीय बहुवचनं, तृतीया बहुवचनं। हा अभियन्तृभिः भव्यानि भवनानि निर्म्यन्ते। समीचीनम्, अत्युत्तमम्। यन्त्रभिः पितृभिः मातृभिः तथा। अस्तु अग्रे सरिता भगिनी। सुन्दरी बालिका समीचीनम् अभिनयं करोति। सुन्दरी बालिका कर्तृपदमस्ति, कर्म समीचीनम् अभिनयं कर्मपदं, क्रियापदं। सुन्दरी शब्दवत् बालिका माला शब्दवत् सुन्दर्या बालिका बालिकया समीचीनम् अभिनयं, नपुंसकलिङ्गे अस्ति, समीचीनम् अभिनयं प्रथमद्वितीया समानमेव करोति, कर्मणि प्रयोगे क्रियते। सुन्दर्या बालिकया समीचीनम् अभिनयं क्रियते। समीचीनमस्ति। अस्तु प्रश्नान् पृच्छन्ति, पत्रकाराः कर्तृपदं वचनं किमस्ति पत्रकाराः लिङ्गं प्रश्नान् सन्दरं प्रश्नः नपुंसकलिङ्गं लोकलिङ्गं पृच्छन्ति लिङ्गं किं लिङ्गं प्रश्नः प्रश्नान् बालकान् प्रश्नान् प्रश्नान् का विभक्ति बहुवचनं द्वितीय समीचीनम् अस्तु पत्रकारैः चतुरैः पत्रकारैः चिन्तिताः प्रश्नाः पृच्छन्ते समीचीनम् इति अस्ति हा पृच्छ पृच्छ समीचीनम् अग्रे महोदय वृद्धः पिता पितामहः रमणीयाः कथाः वदति वृद्धः पितामहः कर्तृपदं तस्य वचनं वचनम् एकवचनं वृद्धेन पितामहेन रमणीयाः कथाः तस्य प्रथमा बहुवचनम् अत्र अस्ति द्वितीयबहुवचनम् अत्र अस्ति तस्य रमणीया कथा ऊह्यते पुनः पुनः वदतु न रमणीयाः कथाः प्रथमद्वितीयबहुवचनं समानमेव पुनः वदतु वृद्धेन पितामहेन पितामहेन रमणीया कथा किमर्थं बहुवचने अस्ति खलु एकवचनं बहुवचनं समानमेव प्रथमाद्वितीया स्त्रीलिङ्गे रमणीयाः कथाः ऊह्यन्ते उद्यन्ते खलु उद्यन्ते ऊह्यन्ते न उद्यन्ते समीचीनम् अस्तु अग्रे महोदय बलवान् सिंहः दुर्बलान् मृगान् मारयति बलवान् सिंहः शत्रुपदं प्रथम एकवचनं दुर्बलान् मृगान् कर्मपदं प्रथम द्वितीय बहुवचनं मारयति क्रियपदम् वदतु बलवान् नकारान्तपदं न जानाति वा नकारान्तपदानि भवत्पदवत् खलु नकारान्तपदानि बहवः बलवता सिंहेन दुर्बलाः मृगाः म्रियन्ते इति अस्ति समीचीनं सरिता भगिनी अग्रे समापयामः कर्मणि प्रयोगेन वदतु चतुर्थ अभ्यासः अस्ति आमां कर्मणि प्रयोगेण भावे प्रयोगेण च लिखितां एतां कथां पठित्वा कर्तरी प्रयोगेण परिवर्तयत। अत्र कर्मणि प्रयोगे अथवा भावे प्रयोगे वाक्यं दत्तम् अस्ति, वाक्यानि दत्तानि सन्ति, तत् तानि वाक्यानि कर्तरी प्रयोगे परिवर्तयत इति सूचना। एकेन रजकेन भूयते, अत्र भावे प्रयोगः अस्ति, एकः रजकः अस्ति अथवा भवति अस्ति। समीचीनम्, अग्रे महोदय। तेन एकः कर्तकः पाल्यते, सः एकं गर्दभः पाल्यति। गर्दभं गर्दभः किमर्थं? गर्दभ कर्मपदमस्ति खलु? एकं गर्दभं पाल्यति। समीचीनम्, अग्रे। तेन गर्दभाय अधिकः आहारः न दीयते, तेन दीयते, तेन आहारः गर्दभाय किमर्थं? गर्दभाय, हा समीचीनं, तेन सः गर्दभाय नास्ति विभक्ति की गर्दभाय समीचीनम् अस्ति, तत् न उक्तवान् इदानीं पर्यन्तम्। इत्युक्ते गर्दभाय इति अस्तमस्ति खलु, चतुर्थी दानक्रिया अस्ति, तस्य परिवर्तनं न भवति। सः गर्दभाय अधिकम् आहारं न ददाति। समीचीनम्, अस्तु। अतः गर्दभेन कृत्यते, अतः गर्दभेन गर्दभः कृत्यते शीघ्रं भावप्रयोगः। समीचीनम्, अतः गर्दभः इति अस्ति भगिनी, अग्रे। एकदा गर्दभस्य बुभुक्षया भूयते, एकदा गर्दभस्य बुभुक्षा भवति अथवा अस्ति। समीचीनम्, अग्रे महोदय। तदा तेन दूरं गम्यते, तत्र चक्राणि दत्वा तुष्यते, तुष्यते, तुष्यते। तदा सः दूरं गच्छति, तत्र सः चक्राणि दत्वा तुष्यति। समीचीनम्, अग्रे। गर्दभेन एवं चिन्त्यते, गर्दभः एवं चिन्तयति। अग्रे। यदि माया सिंहस्य चर्मः ध्रियते, तर्हि मां दृष्ट्वा सर्वैः धाव्यन्ते, न सोरि धाव्यते। मया यदि अहं यदि अहं सिंहस्य चर्मं ध्रियते, ध्रियते किमर्थं? ध्रियते इति कर्मणि। अहं सिंहस्य चर्मं ध्रियति, ध्रियामि, अहं ध्रियामि, धारयामि, धारयामि, धारयामि, ध्रु ध्रु इति अस्ति पदं, ध्रु इति धारयामि। तर्हि मां दृष्ट्वा सर्वाः धावन्ति। समीचीनम्, अस्तु, अग्रे सरिता भगिनी। सर्वे धावन्ति, भवान् सर्वे धावन्ति, सर्वैः अस्ति चेत् सर्वैः सर्वैः इति वचनं किं सर्वः सर्वौ सर्वे सर्वे सर्वे अस्ति सर्वे धावन्ति सर्वे सर्वाः न सर्वे समीचीनं सर्वे अस्तु अग्रे एकेन अपि मां ताडयितुं समीपं न आगम्यते एकः अपि मां ताडयितुं समीपं न आगच्छति इति अस्ति अग्रे एवं चिन्तित्वा गणपतिम् एकं सिंहस्थलम् आनीयते ततः तत् ध्रियते च धारयति इति वदति तत्र एवं चिन्तयित्वा तत् तत् धारयति च एकं सिंहचर्मं आनयति तत् ध्रियति च धारयति च महोदय अग्रे प्रतिदिनं तेन आनन्दं सस्यानि खाद्यन्ते प्रतिदिनं सः सः आनन्दः सस्यानि खादति खादति सः खादति अस्तु सः खादति सः सस्यानि खादति सः सानन्दं सस्यानि खादति इति अस्तु कृषकैः भीत्या गर्दभस्य छाया अपि न पश्यते कृषिकाः भीत्या वचनं किमस्ति कृषिकैः तृतीयबहुवचनं कृषकः पदस्य छाया कृषकाः भीत्या गर्भस्य गर्भस्य छायां छाया अपि न छायाम् अपि न स्पर्शन्ति स्पृश्यति अत्र अस्ति स्पृश्यते स्पर्शं करोति स्पर्शन्ति न स्पर्शन्ति स्पर्शन्ति स्पर्शन्ति स्पर्शति स्पर्शन्ति इति अस्ति अस्तु अग्रे भगिनि एकदा तत् क्षेत्रं प्रति एकया गर्दभ्या आगम्यते एकदा तत् क्षेत्रं प्रति एका गर्दभी आगच्छति अस्तु समीचीनम् अग्रे महोदय अहं दृष्ट्वा गर्दभेन आनन्देन नृत्यते तां दृष्ट्वा गर्दभः आनन्देन नटति समीचीनम् अग्रे तदा एषः मिथ्यासिंहः इति जनैः ज्ञायते तदा एषः मिथ्यासिंहः इति जनाः जानन्ति तैः आगत्य दर्दभः दण्डैः ताड्यते दर्दभेन मृतेन भूयते. ते आगत्य गर्दभं ते आगत्य गर्दभं दण्डाः दण्डैः किमर्थं माध्यममस्ति खलु तत्र दण्डैः ताडयति ताडयन्ति ताडयन्ति ताडयन्ति ते आगत्य गर्दभं दण्डैः ताडयन्ति गर्दभः मृतः अस्ति भवति इति अस्ति इति कथा आसीत् आमां कथा अस्ति. अत्र केवलं एतत् पञ्चतन्त्रकथा यथा दत्तमस्ति तत्र कर्तरिप्रयोगे दत्तमस्ति. अत्र सर्वं कर्मणि अथवा भावे दत्तमस्ति. प्रश्नः अस्ति कर्तरिप्रयोगे कुर्वन्तु इति. अस्तु तर्हि समीचीनं. तर्हि अस्माकं ज्ञानम् अभवत् इदानीं भावे प्रयोगः कथं भवति तत् समीचीनं. कर्तरिकर्मणि भावे लट्लकारे वर्तमानकाले वयं ज्ञातवन्तः अत्र पर्यन्तम्. आगामिसप्ताहे कर्मणि एवं भावे प्रयोगे लोट् लकारः इति पश्यामः आज्ञार्थे किं भविष्यति. अस्तु तर्हि अद्य विरमामः. नमस्कारः. धन्यवादः. नमस्कारः.